नमस्कारः. अद्यतनकरपत्रमस्ति वादिगणे शतन्तप्रातिपदिकनिर्माणम् इति. गते सप्ताहे कतिचन वर्गेभ्यः कतिचनेभ्यः वर्गेभ्यः वयम् अस्माभिः अधीतम् आसीत् स्थूलरूपेण शतन्तप्रातिपदिकनिर्माणस्य विषये. अनन्तरं गते सप्ताहे दृष्टमासीत् गणम् अधिकृत्य भेदाः वर्तन्ते इति, अपि विकरणप्रत्ययस्य भेदात् इति. तर्हि अद्य वादिगणस्य विषयः अधुना प्रवर्तमानः अस्ति. अग्रे सरे वा, नूतनकरपत्रमस्ति. अरुणा भगिनी पठति किं भगिनि? अरुणा भगिनी म्यूट् मध्ये अस्ति मन्ये. आं क्षम्यता, भवादिगणे कुत्र भवादिगणे शतरन्तप्रातिपदिकनिर्माणम् इति नूतनकरपत्रमस्ति. नूतनकरपत्रं करपत्रं क्षम्यताम्, अन्या पठतु. अहं मया प्रेषितमासीत् खलु ई पत्रे आसीत्. अस्ति, ऐ हाव् टु ओपन्. अस्तु अस्तु भगिनि, नास्ति चिन्ता. लक्ष्मी भगिनी पठति किम्, आरम्भं करोति किम्? आं भगिनि, शतरन्तप्रातिपदिकस्य निर्माणप्रक्रिया. शतरन्तप्रातिपदिकस्य निर्माणार्थं द्वे सोपाने स्तः. विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा धातुविकरणप्रत्यययोः मेलनं. शत्रुप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा अङ्गशत्रुप्रत्यययोः मेलनं. मनसि ध्येयं सर्वत्र शत्रुप्रत्ययस्य प्रभावेन एव प्रथमसोपानं शपः विधानं भवति. अतः वस्तुतः क्रमः एवमस्ति. वद्धातुः वद्योगः लट् शत्रुविवक्षायां, वद्योगः शत्रु तिंशित् सार्वधातुकं कर्तरि शप्, वद्योगः शप् योगः शत्रु नाम आरम्भतः एव शत्रुप्रत्ययः उपस्थितः, परन्तु द्वितीयसोपाने एव शत्रुप्रत्ययनिमित्तिकम् अङ्गकार्यम्. अतः अग्रे गत्वा सौकर्यार्थं तत्रैव शत्रुप्रत्ययः प्रदर्श्यते. अग्रे पठामि वा भगिनि? आं भगिनि, निश्चयेन. प्रथमे धातुगणसमूहे द्वादिगणे द्विवादिगणे द्विदादौ चुरादौ धातुविकरणप्रत्यययोः मेलनेन यत् अङ्गं निष्पन्नं तत् सदा अदन्तम्. अतः शत्रुप्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति. अस्य धातुगणसमूहस्य शत्रुन्तरूपाणि प्रथमम् अवलोकनीयानि, तदा द्वितीयधातुगणसमूहस्य वीक्षामहे. यत्र शत्रुप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अर्हम्. वयं पूर्वमेव चर्चितवन्तः, अत्र शत्रन्तप्रातिपदिकनिर्माणप्रक्रिया कथं शत्रन्तप्रातिपदिकं निर्मामः इति लिखितमस्ति. अत्र सोपानद्वयमस्ति. एकं तु प्रथमतया विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं, प्रथमतया कर्तरि शप् इत्यनेन शप् आयाति. शपं निमित्तीकृत्य अत्र अङ्गकार्यं भवति. तदा किं भवति इत्युक्ते धातुविकरणप्रत्ययोः मेलनं भवति. तदेव प्रथमं सोपानं. द्वितीयसोपानमस्ति शत्रुप्रत्ययनिमित्तिकम् अङ्गकार्यं, तेन अङ्गशत्रुप्रत्ययोः मेलनं भवति. अपि च अत्र उदाहरणं दत्तमस्ति, क्रमः कः इति दत्तमस्ति. वद् धातुं स्वीकृत्य वर्तमाने लट् इति सूत्रेण लट् आयाति. अपि च अत्र तु अस्माकं विषयः तु शत्रुप्रत्ययप्रातिपदिकनिर्माणम्. अतः शत्रुविवक्षायाम् इत्युक्ते वयं पूर्वमेव पठितवन्तः एकं सूत्रं, तेन सूत्रेण लटः शत्रशाण च प्रथमा समानाधिकरणे इति सूत्रेण अत्र वर्तमाने वर्तमानार्थे शत्र प्रत्ययः विधीयते, अतः वद्ययोगः शत्र इति भवति. शत्र प्रत्ययः कर्त्रार्थकप्रत्ययः अस्ति इति कृत्वा अत्र शपायति मध्ये. किमर्थं चेत् शत्रप्रत्ययः तिंशित् सार्वधातुकम् इति सूत्रेण षित् अस्ति, अतः धातुशत्रप्रत्ययोः मध्ये विकरणप्रत्ययः शप् आयाति. तदेव अनन्तरं प्रथममस्ति विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, द्वितीयं सत्रप्रत्ययनिमित्तकम् अङ्गकार्यम् इति लिखितमस्ति. अग्रिमपरिच्छेदे अत्र धातुगणसमूहद्वयमस्ति, अत्रापि द्वादौ दिवादौ चुरादौ तुदादौ एतेषु चतुर्षु गणेषु अङ्गम् अजन्तम् अङ्गं सिध्यति, निष्पन्नं भवति सत्रप्रत्यय. अतः यत्र यत्र अजन्ताङ्गमस्ति तत्र सत्रप्रत्ययनिमित्तकम् अङ्गकार्यं बहु किमपि नास्ति, केवलं वर्णमेलनमेव भवति इति भाति. परन्तु अन्येषु गणेषु, अन्येषु षट्सु गणेषु अनदन्तम् अङ्गं सिध्यति, तत्र कीदृशं कार्यं भवति इति तदनन्तरं पश्येम इति लिखति. धन्यवादः भगिनि. यत्र यत्र अदन्तम् अङ्गं भवति चेत् तत्र तु अतो गुणे इति सूत्रेण पूर्वपरयोः पररूपादेशः भवति इति एकमेव कार्यमस्ति. अस्तु भगिनि. भगिनि इतोपि अस्माभिः किं ज्ञातव्यं किमपि अस्ति चेत् कृपया वदतु. अग्रे उक्तमस्ति भगिनि, पृथक्तया अनन्तरं लिङ्गम् अनुसृत्य भेदः कुत्र वर्तते इति सूत्राणि विवक्ष्यन्ते अस्माभिः. तर्हि एतत् आरम्भं तु अधुना केवलं भ्वादिगणे यद् दृष्टम् आसीत् तत् तदेव विषयः पुनः अनुवर्तते अत्रापि. केवलं शत्रुप्रत्ययः अत्यतियोजनं भवति अस्माभिः दृष्टमासीत् गतसप्ताहे अपि, यत्र शत्रु इति अत्यति आगच्छति तर्हि अदा किमस्ति किमस्ति क्षम्यताम् अजादिप्रत्ययः अस्ति अपितपि अस्ति इति कृत्वा यत् अन्ति इत्यस्मिन् यत् कार्याणि यानि कार्याणि सन्ति तानि एव अत्रापि, तर्हि तस्यैव पुनरालोकनं भवति अधुना. अनन्तरमेव करपत्रं प्रायः अग्रे करपत्रं वर्तते यत्र विषयः यत्र लिङ्गभेदः वर्तते, अनन्तरं नुमागमः कुत्र कुत्र भवति इति विचारः अग्रे आयाति भगिनि, पुनः विवक्ष्यन्ते अस्माभिः. नमस्ते महोदय, मणिमहोदय, पुष्प अस्ति किम्? धन्यवादः. आं भगिनि, आम् द्वादिगणः रै? आं भगिनि, द्वादिगणः सप्त नवति नव शत धातवः सन्ति, सम्यक् वदामि? आं भगिनि. सामान्यधातवः तद् सङ्ख्या मम दोषमस्ति. एषु धातुषु शपं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति, केवलं संयोजनं. पञ्चदश सप्तशत धातवः इमे दत्तवे इमे सर्वे धातवः न इगन्ताः न वा इगुपदाः पदाः, अतः किमपि गुणकार्यं नास्ति. येषु धातुषु अदुपद धातवः वद् इव सप्त त्रिंशत् द्वादश द्वेशतः सन्ति अधिक शेषतः सन्ति. वद् योगः शप् वदा, वद् वदा योगः शत्रु, वदा योगः अत्, अतो गुणे इत्यनेन पूर्वपरयोः एकः पूर्वरूपादेशः वदत् इति तिष्ठति. मील् अपि तथैव, शप् मील् योगः शप् मीला, मीला मीला योगः शत्रु, मीला योगः अत्, अतो गुणे मीलत्. मूषा तथैव मूषत्, ओक् तथैव ओखत्. पूर्णतया वदामि तत् सम्यक् भगिनि. अत्र पूर्वपरयोः अतो गुणे इत्यनेन पूर्वपरयोः पररूपम् आदेशः भवति. तदैव ओखत्, ओखत् ओखत् इति तिष्ठति. अगि इति तो नुम् धातोः इत्यनेन अङ्ग् इति आगच्छति. अङ्गम् अङ्ग् तत्तु परसवर्ण, किं किं परसवर्ण, अनुस्वारस्य परसवर्णः. ञकारः आगच्छति, नकारस्थाने ञकारः आगच्छति, अत्र अङ्ग् इति आगच्छति. अङ्ग् इति अङ्गम् आगच्छति. अङ्ग् योगः शप् अङ्ग् योगः शत्रु, अङ्ग् योगः शप् अङ्गायोगः शत्रु, अङ्गायोगः अत्, अतो गुणे इत्यनेन पूर्व पररूपादेशः अङ्गत् इति. कुञ्च अपि तथैव, कुञ्चत् इति भवति छत्रन्तरूपम्. अस्तु अर्च अनुवर्तयतु भगिनि पुष्पा भगिनि. अस्तु भगिनि. अगी इत्यनेन ततः आरभ्य आं भगिनि. अगी अर्च् अर्च् पर्यन्तम् आगतम्. अर्च् पर्यन्तम् अगी इत्यस्मिन् क्लेशः नास्ति खलु. इदितस्य इति कृत्वा नुमागमः भवति. अङ्ग् इति वदति अत्र नकारस्य स्थाने ञकारः आगच्छति अनुस्वारस्य परसवर्णः इति वदनेन. अनुस्वारः प्रथमम् अनुस्वारः आगच्छति. अङ् इति किं सूत्रम् अङ् अनुस्वारः आगच्छति. नश्यपदान्तस्य चलि अनुस्वारस्य चलि इत्यनेन अनुस्वारः आगच्छति. तत् पश्चात् ञकारः आगच्छति गकारस्थाने. ञकारः गकारस्य अन्तिमवर्णः, ऐ मीन् पञ्चमवर्णः ककारस्य अन्तिमवर्णः अङ्ग ञकारः आगच्छति. अत्र अङ्ग् योगः शप् अङ्गायोगः शत्रु, अङ्गायोगः अत्, अत्र अतो गुणे इत्यनेन परूपादेशः अङ्गत् इति आगच्छति. कुञ्च् योगः शाप् तथैव कुञ्चत् इति आगच्छति. अर्च् तु अर्चत्. मेध् योगः शाप् तत् तथैव मेधत् आगच्छति. तत्र शत्रन्तरूपम् वेल्ल योग तु वेल्लत् इति आगच्छति. धाव् तु धावत् इति आगच्छति. धन्यवादः भगिनि. मणिमहोदय अग्रे वदति किम् भगिनि. अत्र उपरितन अत्र परिच्छेदे एकं पदमस्ति, प्रदर्श्यते इति पदमस्ति. अहं चिन्तयामि कर्मणि निजन्त लट् रूपम्. न केवलं कर्मणि रूपमेव प्रदर्श्यते इत्येव अस्ति खलु. निच् नास्ति वा? नास्ति इति दर्श्यति. अनन्तरम् अत्र वीक्षामहे, वीक्षते इत्यस्य वीक्षामहे इति, वीक्षामहे इति अहं प्रदक्षते इत्यस्य प्रदक्षते अग्रे ततः गत्वा किमर्थं णिच् इति भवती वदति? निच् अपि तथा एव भगिनि. किं भवति इत्युक्ते किमस्ति निच् इत्यस्य तत्र निच् आमां निच् इत्यस्य लोपः भवति इति मन्ये. किमस्ति आर्धधातुकस्य किमपि सूत्रमस्ति येन यत्र निच् इत्यस्य लोपं भूत्वा प्रदर्श्यते इति एव समानरूपं भवति तत्रापि. अपि च अत्र वीक्षते इति आत्मनेपदं पदे अस्ति इति कृत्वा उत्तमपुरुषरूपमस्ति वीक्षामहे. अपि च द्वादिगणः इति वदामश्चेत् तत्र यण्सन्धिः भवति. पश्यामः इति एव अस्ति खलु. प्रश्नः नावगतः. वीक्षामहे इति वीक्षते इत्युक्ते पश्यति, पश्यामः, वयं पश्यामः इति अर्थः. प्रश्नः नास्ति, केवलं मम अवगमनार्थं वदामि. अत्र वीक्षते इति पदस्य आत्मनेपदी अस्ति इति कृत्वा उत्तमपुरुष बहुवचनरूपमस्ति. अपि च अत्र भुवादिगणः इति वदामश्चेत् तत्र भगिनी सम्यक् न श्रूयते वा? शृणोमि भगिनि. आमामाम् अत्र भुवादिगणः तत्र यण् सन्धिः अस्ति. भू आदि यत्र यण्सन्धिः अस्ति इति भूयोगः आदि भ्वादि. आं भगिनि, आं भगिनि, सत्यम्. अपि च अत्र प्रतिध्वनिः अस्ति, किमर्थं न जाने. अद् मणिमहोदयस्य दूरवाण्याः पुनः अग्रिमक्रमः महोदयस्य क्रमः इति कृत्वा महोदय अन्यत् कृतवान्. अस्तु, अत्र केचन धातवः सन्ति. वद् धातुः, एते सर्वे अदुपदधातवः इति, अदुपदधातवः 237 अत्र सन्ति इति लिखितमस्ति. इत्युक्ते उदाहरणत्वेन एतानि दत्तानि वा अत्र? उपरि उपसहस्रं धातवः इत्युक्ते नवशतं, द्विसहस्रं, उपद्विसहस्रं धातवः सन्ति. क्षम्यताम्, द्विशतं धातवः सन्ति अदुपददातवः. तेषु विरलः कानिचन स्वीकृत्य महोदय प्रदर्शितवान् शुत्रन्तरूपं. समानं कार्यं, नूतनकार्यं किमपि नास्ति. केवलम् अत्र तु अतो गुणे इति एव कार्यं भवति इति प्रदर्शितवान्. शप् निमित्तीकृति अङ्गकार्यं किमपि नास्ति इति प्रदर्शयितुं. धातु पाठः अस्ति न तत्र भादिगणे एव बहूनि धातवः सन्ति, बहूनि. आमाम्, उपसहस्रं धातवः भादिगणे एव सन्ति. तदेव महोदयेन अपि भादिगणे एव बहूनि सन्ति. आम् आं भगिनि. अत्र भगिनी अत्र वद्योगः शप् इति लिखितमस्ति. इत्युक्ते वद् धातुः अदुपदधातुः तादृशधातवः अत्र 237 उपसहस्रम् उपद्विशतं सन्ति. अन्ये धातवः मील् धातुः तत्र अदुपदः नास्ति, अन्यभिन्नधातवः. आम्, अदुपदः बद् इति अस्ति. अनन्तरं यत्र यत्र कार्यं किमपि न भवति तद् अत्र प्रदर्शितवान्. उदाहरणार्थं दीर्घ इकारान्त उपदायाम् अस्ति चेत् तत्र कार्यं नास्ति. सामान्यविषयः अस्ति खलु, तत्र सर्वत्र तु कार्यं किमपि पृथक्तया न भवति. यत्र अदुपद अस्ति, यत्र ईकारः उपदायाम् अस्ति, ऊकारः उपदायाम् अस्ति, नो चेत् संयुक्ताक्षरम् उपादायाम् अस्ति, तत्र तु हल् वर्णः उपादायाम् अस्ति चेदपि किमपि कार्यम्, उदाहरणार्थम् अत्र कुञ्चिति अस्ति, तत्र तु कार्यमपि नास्ति, किमपि कार्यं नास्ति इति कृत्वा सामान्यतः अस्माकं विभजनं कथं भवति, अदुपद इदुपद उदुपद इति विभजनं भवति खलु. अनन्तरम् अनन्तरं किम् अस्ति, अशेषे अन्ये दातवः इति अस्माभिः पठितम् एतावत्पर्यन्तं. तर्हि तदेव अत्र कृतम् अदुपद अनन्तरं शेष मध्ये ये दातवः सन्ति यत्र कार्यं किमपि न उपादायां लघु इक् नास्ति, अनन्तरम् अन्ते तु इकोर्णः नास्ति चेत् किमपि कार्यं नास्ति खलु, गुणकार्यं न भवति इति कृत्वा तादृशधातूनां धातून् स्वीकृत्य सामान्यदातवः इति प्रदर्शितम्. यत्र कार्यं किमपि नास्ति, गुणकार्यं नास्ति इति लघु उपदेशः अत्र तु तत्तु अत्र न प्रदर्शितं, तत् अत्र अस्मिन् गणे अस्माकं यत्र विभजनं भवति तत्र नास्ति. अग्रे उक्तम् अस्ति इगन्तदातवः इति, अनन्तरं इगुपददातवः इति अग्रे उक्तं अग्रे भवति लघुपदायां लघुपददातवः इति. धन्यवादः भगिनि. अस्तु धन्यवादः भगिनि. मणिमहोदय पठामि. महोदय पठामि, बट् नेट् प्राब्लम् अस्ति, दन् दन् ब्रेक् अस्ति महोदय. वन् टैम् आल्सो लेफ्ट् क्षम्यतां महोदय. इगन्तदातवः नवत्रिंशत् दातवः, इक् इति प्रत्याहारः, इ उ ऋ एषां धातूनाम् अन्ते ते इगन्तदातवः. वादिगणीयः इगन्तदातूनां कृते कार्यं सर्वत्र समानम्. धातोः अन्ते इकार इक् वर्णः अन्ते अस्ति, तदा वयं पठामः. विकर्णप्रत्ययः निमित्तकम् अङ्गकार्यं, तदा धातु विकर्णप्रत्ययमेलनं. सर्वेषाम् इगन्तधातूनां गुणकार्यं जि योः सप् सार्वधातुक अर्धतकयोः इत्यनेन जे इति भवति जि स्थाने, जे योः अ भू योः सप् सर्वधातुक अर्धधातुकयोः भो भवति, भो योः अ हृ योः सप् सार्वधातुक अर्धधातुकयोः इत्यनेन हर् योः अ भवति. अत्र उरन्ध्रपुरः अपि कार्यं करोति. पठामि अग्रे. धात्वन्ते इ उ चेत् तदा यान्तवान्तदेशः सन्ति सन्ति. जे योः अ यचोवयवयावः इत्यनेन ऐ आदेशः, ज योः ऐ योः अ जय इति, भो योः अ यचोवयः इत्यनेन औ आदेशः, ब योः औ योः अ योः भव. ऋकारन्त चेत् केवलं वर्णमेलनं हर् भवति, अनन्तरं हर्योः अ हर इति. पठामि वा महोदय? सार्वधातुक अर्धतकयोः इगन्तस्य इकः गुणः भवति सार्वधातुक अर्धतकयोः च प्रति परे अण्डवृत्तिसहितसूत्रम्. अङ्गस्य गुणः सार्वधातुक अर्धतकयोः इति सूत्रेण इगन्त अङ्गस्य वा गुणः भवति इति, इकवर्णस्य गुणः भवति इति वदति. यचः एचः ए ओ ऐ औ इत्येषां स्थाने क्रमेण ऐ औ ऐ औ इत्येषः भवति अचीपरे. क्रमेण यदासङ्ख्यम् अनुदेशमानम् इति परिभाषासूत्रेण अत्र कार्यं भवति. एचः अयावयः अचि संहितायां ये स्थाने ऐ भवति, ऐ स्थाने आय् भवति, ओ स्थाने औ भवति, औ स्थाने ओ स्थाने सम्यतम् आम् ओ स्थाने औ भवति, औ स्थाने आय् भवति, आव् भवति यथासङ्ख्यमनुसमानम् सूत्रेण क्रमेण भवति महोदय. चतुर्भ्य पठामि. शत्रुप्रत्ययः निमित्तक निमित्तकम् अङ्गकार्यं, तदा अङ्गं शत्रुप्रत्ययोः मेलनं. वादिगणे अङ्गं सदा अदन्तम्, अतः अङ्गकार्यं नास्ति, केवलम् अतो गुणे इत्यनेन पूर्वप्रयोगः एकः पररूपादेशः. जि योगः सप् योगः, इदानीं जय भवति यचवायुगादिसूत्रेण, अनन्तरं जययोः शत्रु जययोः अत् अतो गुणे इति सूत्रेण जयत् इति, तदेव नि योः सप् नि जे ने भवति, अनन्तरं यचवः इति सूत्रेण नय भवति, नयोः शत्रु नययोः अत् अतो गुणे इति सूत्रेण नयत् इति पररूपम् आदेशः. द्रौ योः सप् द्रव द्रवयोः शत्रु द्रवयोः अत् अतो गुणेन पररूपं द्रवत्. भू योः सप् भव भव शत्रु भवयोः अत् अतो गुणेन भवत्. हृ सप् हर हरयोः शत्रु हरयोः अत् अतो गुणेन हरत् इति रूपं भवति. धन्यवादः महोदय. धन्यवादः महोदय. अरुणा भगिनी भगिनी अत्र अत्र द्रु धातुः अस्ति, हुरु धातुः अस्ति, द्वयोर्मध्ये भेदः तु अस्ति एव, किञ्चित् वदतु अत्र. द्रु धातुः उकारान्तधातुः अस्ति, हृ धातुः ऋकारान्तधातुः अस्ति. तर्हि उकारान्त यत् अस्ति तत्तु सामान्य उकारान्तधातूनां किं भवति, इद् रु इति अस्ति खलु. द्रु इत्युक्ते इद् रु, इद् इर् उ. तर्हि उ इत्यस्य ओ भूत्वा अनन्तरम् औ आदेशः भूत्वा द्रवत् इति. हृ तु भिन्नम् अस्ति, ऋकारः अस्ति तत्र. ऋ योगः अ इति स्थितौ अकारः आदेशः भवति, अनन्तरम् उरुण्ड्रपरः तिरेण रेपः अपि आयाति. तर्हि हर हर् इति रूपं, हर योगः अत् हरत् इति रूपं भवति खलु. भेदम् अनितरं वेद उकारः अस्ति, अन्यत् ऋकारः अस्ति. अत्र तु किम् एतदपि पूर्वं पठितं, तस्यैव पुनस्मरणत्वेन आगच्छति सर्वम्. अग्रे किम् अस्ति, भगिनी पृष्टवती खलु अत्र प्रदर्श्यते इति. तर्हि अत्र प्रदर्श्यते इत्यस्मिन् निच् इत्यस्य इकारस्य लोपः भवति नेरनिति इति सूत्रेण. अस्तु, धन्यवादः. धन्यवादः भगिनी. भगिनी सम्यक् उक्तवती आसीत् अहमेव. अस्तु, अग्रे अरुणा भगिनी पठति. महोदय, एजन्तदातवः एकत्रिंशत् दातवः सन्ति. एते दातवः इगन्ताः न सन्ति, अतः गुणस्य प्रसङ्गः न भवति. केवलं यशो यावयवः इत्यनेन यान्तवान्तसन्धिः भवति. धे योगः शप् धे योगः अ यचो यावयावः सूत्रेण ध ऐ अ धय धय अत् धयत् इति रूपं भवति. गौ योगः शप् गौ योगः अ यचो अयावायावः सूत्रेण ग अ योगः आय योगः गाय सिद्धति. गाय योगः अत् गायत् रूपं सम्पन्नं भवति. धौ योगः शप् धौ योगः अ यचो यावायावः ध ध योगः आ योगः आ धाव धाव योगः अत् धावत्. अग्रिमम् अपि पठति किल. लघु इगुपदा धातवः कथं वदामि, सङ्ख्या शतं. धन्यवादः भगिनि. क्षम्यतां भगिनि, अत्र भव्यभगिनी, अत्र धौ इति धातुः अस्ति, अत्र धावत् इति रूपम् अस्ति. वयं साधारणतया धाव् धातुं जानीमः, धाव् धातोः रूपं धावति इति रूपम् अस्ति, किन्तु अत्र धौ इति लिखितमस्ति, तस्मिन् विषये किञ्चित् वदति वा? शब्दकोशमेव द्रष्टव्यं भगिनि, धौ इति कः धातुः प्रायः स्यात् तादृशः खलु? अस्तु पश्यामि भगिनि, दृष्ट्वा वदामि. धौ इति धातुः विद्या भगिनी वदति सृ एव सृ तथैव अस्ति, सृ सरति धावति, द्वे अपि समान. अत्र तु धौ इति भिन्नधातुः अस्ति, धौ इति अस्ति अपि अस्ति तदर्थं धातुः अपि अस्ति. अष्टाध्यायी वेब्सैट् न पश्यामि, धौ धातु नौ धातु नास्ति इति वदति. अद्यपि केनापि घद् इति धातुः अपि पृष्टमासीत्, तदपि अहं न दृष्टवती अष्टाध्यायी डाट् काम् मध्ये. प्रायः आवलिः पूर्णं न स्यात् इति मन्ये, पूर्णा न स्यात् इति. आं भगिनि, किन्तु अहं किमर्थं वदामि इत्युक्ते, अत्र ध्वनिमुद्रणं शृणुमः चेत् तत्र यथा पुष्पा भगिनी उक्तवती, तत्र श्रुधातोः तत्र श्रुस्थाने धात्वादेशः भवति इति भगिनी उक्तवती. इत्युक्ते अत्र अयं तु धौ इति धातुः नास्ति इति भाति, केवलं धाव् एव अस्ति, अत्र भिन्नकार्यमस्ति इति भाति. न भगिनि, धावधातोः तु एतादृश अत्र पश्यामः खलु, धाव् इति पश्यामः चेत् यत्र धावति इति आयाति, तत्र तु धाव् योगः शप् योगः ति धावति इति केवलं वर्णमेलनमस्ति, एतत् भिन्नमस्ति. औ धौ औ इति भिन्नमस्ति, एजन्तधातुः अस्ति. आम्, एजन्तधातूनां विषये महोदयेन अत्र स्पष्टीकृतम् उक्तं विवृतं, तर्हि धौ इति भिन्नधातुः वर्तते. अष्टाध्यायी डाट् काम् मध्ये सर्वे धातवः न सन्ति तत्र. इतोपि महोदयेन प्रायः स्थापनीयम् इति मन्ये. अद्य तु भिन्नप्रश्नः, अस्माकं नूतनव्याकरणगणे तु केनापि अन्यद् धातुम् उक्तं, घद् इति धातुः, तदपि अत्र नास्ति अस्माकम् अष्टाध्यायी डाट् काम् मध्ये नास्ति. भगिनी, अस्मिन् एव करपत्रे किञ्चित् अग्रे पठामश्चेत् तत्र ध्येयं यत् इति लिखितमस्ति, तत्रापि तत्र एव लिखितमस्ति श्रुधातोः स्थाने धौ आदेशः भवति इति लिखितमस्ति अस्मिन् एव करपत्रे. तत्तु भिन्नम् अस्ति भगिनि, तत्तु धातुवादेशः अग्रे आगच्छति, किन्तु एतत् धौ धातुः किम् अस्ति, एजन्तधातुः, एतत्तु भिन्नम् अस्ति. अस्तु, धन्यवादः. अत्र तु धातुवादेशः किमपि नास्ति, केवलं सन्धिकार्यं भूत्वा अग्रे धावत् इति रूपं. भव्य भगिनि, लक्ष्मी भगिनी तत् ग्रूप् मे नास्ति, वाट्सप् ग्रूप् मे ग्रूपे नास्ति. ओ ओ एवं, किम् अस्ति भगिनि, लक्ष्मी भगिनी तथैव गद् न दृश्यति. वयं दृष्टं तद्. ओ ओ, अहम् अवगच्छामि भगिनि, कुतः दौ इति साक्षात् धातुः नास्ति अत्र, धातु आदेशः इति पाघ्राद्मा सा इति सूत्रेण आगच्छति इति वदति किम्. अस्तु अस्तु अस्तु, अवगच्छामि, प्रायः स्यात् तथा स्यात्. इत्युक्ते धौ वस्तुतः धौ इति धातुः तु नास्ति इति अवगन्तव्यं वा? किन्तु धातुः यत्र आदेशः भवति, धातोः स्थाने आदेशः आयाति, तस्यापि धातुः इति नामकरणं संज्ञा प्राप्यते तेनापि. किमर्थम् इत्युक्ते किमस्ति, स्थानिवदाने आदेशः वनल् विधौ इति सूत्रेण तस्यापि धातुः इति एव संज्ञा प्राप्यते. अवगच्छामि, धन्यवादः. लघु इक् उपदा धातवः, उपदा नाम अन्तिमवर्णात् प्राक् यः वर्णः सः लघु इति वदति. यस्य धातोः उपदायां लघु इक् इ ऊर् अस्ति, स लघु उपदा धातुः. भवादिगणीय इगुपदा धातूनां कृते कार्यं सर्वत्र समानम्. विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनम्. चित् उदाहरणं, चित् योगः शप् पुगन्तलघु उपदस्य च सूत्रेण इक् इगन्तस्थाने इक् स्थाने गुण इक् गुण भवति चेत् चेत् आगच्छति. चेत् योगः चेत, घुष् योगः शप् पुगन्तलघु उपदस्य च, घोष् योगः अघोष, वृष् योगः शप् तुगन्तलघुपदस्य च सूत्रेण वर्ष, वर्ष योगः वर्ष इति रूपं भवति. अस्तु भगिनि, धन्यवादः भगिनि. अग्रे सरला भगिनी अधुनापि प्रायः मार्गे अस्ति इति मन्ये. लक्ष्मी भगिनी पठति. अत्र कुतः आरभ्य सत्रप्रत्ययनिमित्तकं वा? अत्र लघु इदु इगुपदधातवः इति समाप्तं. विकरणप्रत्ययनिमित्तकम् अङ्गकार्यम् इति अस्ति. विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं. चित् इदानीं तद् क्षम्यतां, शत्रुप्रत्ययनिमित्तकम् अङ्गकार्यं तदा आरभ्य. आम् अस्तु, शत्रुप्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्ग शत्रुप्रत्ययोः मेलनं. शत्रुप्रत्ययनिमित्तकम् अङ्गकार्यं द्वादिगणे अङ्गं सदा अदन्तम्, अतः अङ्गकार्यं नास्ति. केवलम् अतो गुणे इत्यनेन पूर्वपरयोः एकः पररूपादेशः. अत्र चित् इति धातुः, अत्र अस्माकं विषयः तु लघु इगुपदधातवः. अतः अत्र चित् धातुः लघु इगुपदधातुः, उपधायाम् इकारणः अस्ति. अतः चित् योगः शप्. अत्र शप् मध्ये विकरणप्रत्ययः आयाति, अतः गुण गुणकार्यं भवति. अत्र शप् षित् अस्ति इति कारणतः, अपि च पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति अत्र. अतः चेत् भवति, चेत् योगः शत्रुप्रत्ययः. अत्र अनुबन्धलोपानन्तरं शत्र् इत्यस्मात् अत् एव अवशिष्यते, अतः चेत् योगः अत्. अत्र सवर्णदीर्घसन्धिं प्रबाद्य अत्र अतो गुणे इति सूत्रेण पररूपादेशः भवति. अत्र अतो गुणे किं वदति चेत् अपदान्त अकारात् गुणे परे पूर्वपरयोः पररूपम् एकादेशः भवति इति वदति. अतः अतो गुणे इत्यनेन पररूपम् इत्युक्ते अकारः आगच्छति, चेतत् रूपं. तथा एव घुष् अत्र अत्रापि उपधायाम् इकवर्णः अस्ति, अत्रापि कार्यं समानमेव. पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं. तदर्थं घोष् घुष् घोष् भवति, घोषयोगः शत्र. अत्र घोष् इत्युक्ते घोष् भवति, किन्तु अत्र शप् इत्यस्मात् अनुबन्धलोपानन्तरम् अकारः तत्र अवशिष्यते. तदर्थम् अत्र घोष इति रूपम् आयाति, घोषयोगः शत्र. अत्र घोषयोगः शत्र अत्रापि अप्त् योजयामः, पुनः अतो गुणे इति सूत्रेण घोषत् इति रूपम् आयाति. वृष धातुः अत्र उपधायां ऋकारः अस्ति, ऋकारः अपि इक् वर्णः, इक् प्रत्याहारस्य वर्णः. अनन्तरं शप् इत्यस्मात् अनुबन्धलोपानन्तरं अकारः अवशिष्यते. अत्रापि पुगन्तलघुपदस्य चैत्यनेन गुणकार्यं भवति. तेन यथा भवती उक्तवती अत्र गुणकार्यं भवति इत्युक्ते अकारः आयाति, तदनन्तरं उरण्ड्रपरः इत्यनेन अर् भवति, अपि च आयोजयामः तेन वर्ष इति रूपं, तदनन्तरं शत्रु इत्यस्मात् अत् तत्र मिलति, अत् आयाति. अत् योजनेन वर्षयोगः अत् तदा अतो गुणे इत्यनेन वर्षत् रूपम्. पुगन्तलघुपदस्य च वयं जानीमः एव, पुगन्तस्य अङ्गस्य लघुपदस्य च एकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुकयोः, इत्युक्ते अङ्गं पुगन्ताङ्गम् अथवा लघु उपधायं लघु इक् वर्णः अस्ति चेत् तदा सार्वधातुक आर्धधातुकप्रत्ययोः अत्र सार्वधातुक आर्धधातुकप्रत्ययोः इति पदम् अत्र सप्तम्यन्तं वा सप्तम् आं भगिनि सप्तम्यन्तम् अस्ति. परे इति सार्धातुके प्रत्यये परे इति अर्धातुके वा सार्धातुके वा प्रत्यये परे सप्तम्यन्तं द्विवचनरूपम् एकः गुणः प्रथमान्तं तदेव. अस्तु भगिनि, धन्यवादः भगिनि. अग्रे सरला भगिनी गृहं प्राप्तवती किम्? आं भगिनि, इदम् आगतवती. अग्रे विशेषधातवः इति द्वितीयबिन्दुः. आमां पठामि. विशेषधातवः षट् चत्वारि सन्त धातवः. द्वादिगणे केचन धातवः सन्ति, तेषां विकारः भवति शित्ति प्रत्यये परे. ते अध सूचिताः. अयं विकारः धात्वा आदेश इति उच्यते. केचन धातवः सन्ति, तेषां अन्यरूपाणि आगच्छन्ति धातवः धातूनां. ते यदि रूपं भिन्नं भवति चेत् तस्य वयं वदामः विकारः आगच्छति. यदि शतिपरे अस्ति, शतिपरे अस्ति यथा शप् वा शत्र दुर्विशति प्रत्ययाः सन्ति. प्रथमम् उदाहरणमस्ति गां व्यां धातो छकारादेश. इषुगमि अमां छ सप्तम अध्यायस्य तृतीयपादे सप्तसप्ततिसूत्रम्. इष् गं यम् एषां छकारादेशः भवति शिति परे. अलुन्तस्य इत्यनेन छकारादेश अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने. इषुश्च गमिश्च यं च तेषाम् इतरेतरद्वन्द्व. इषुगमियं तेषाम् इषुगमियाम्. इषुगमियां षष्ट्यन्त छ पद्मान्तं द्विपदं सूत्रं. ष्टुः कल्ल मुच्यमां श्रुतिः इत्यस्मात् शति इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रमस्ति. इषुगमीयमाम् अङ्गस्य छ शिति. इषुगमीयमां छ इति सूत्र परिगणिता धातव प्रति प्रसक्तिः अस्ति. इषु इष् गं यम् इष् अस्ति इति दादिगणे गं यम् आगच्छति भ्वादिगणे. यदि तस्य शति परे अस्ति तत् धातोः अन्तिमवर्णस्य स्थाने छकारादेशः भवति इति न तु पूर्ण धातोः लभ्यते. यद् उदाहरणम् अस्ति गम् गच्छ गच्छति यम् यच्छ यच्छति. मकारस्य स्थाने चकार आदेशः भवति. तदनन्तरं छेच इति सूत्रेण हस्व अकार परे यदि चकार अस्ति तुक् आगमो भवति. सो अतः यदि तुक् आगम छस्य पूर्वं भव आगच्छति तदनन्तरं स्तोष्णाश्चु इति सूत्रेण तकारस्य चकार भवति. अतः गम् स्थाने गच्छ इति आदेशः वयं वदामः. गच्छति इति भवति ति प्रत्यययोजनेन. एतत् अस्ति तिङन्तप्रत्यय सार्वधातुकप्रक्रिया कथमस्ति. यं स्थाने यच्छ यच्छति केवलं क्षिति परे इति ध्येयम्. अतः गच्छति परन्तु गमिष्यति. गमिष्यति अस्ति लुट् लकारे. तत्र लुट् लकारे लकार आगच्छति तत् नास्ति. तत्र तत्र गमिष्यति भवति न तु गच्छति कारण किञ्चित् नास्ति. यच्छति परन्तु यमिष्यति इति इष् धातु इच्छति दादिगरे वर्तते. अत्र तस्य सूचना अत्र न दीयते. सो आहत्य गम् गच्छ भवति यं यच्छ भवति द्वादिगणे. इषु गमयमां छ इति सूत्रेण इष् गं यं यदि चकारादिषु भवति शति परे इति अस्ति. गम् योगस्य इषु गमयां च अलोन्तस्य एताभ्यां मा स्थाने च गच्छ गच्छयोग छेच इत्यनेन चकारे परे सहितायां विषये ह्रस्वस्य स्वरस्य तुक् आगमो भवति. आद्यन्तोटकृतौ इत्यनेन गकारो उत्तरवर्ति अकारस्य अनन्तरं न तु पूर्णं. गच्छ योग गच्छ योग स्तोष्णाश्चु इत्यनेन सकारस्य अत्र सकारस्य इति भवति सकारस्य सवर्गीयस्य च स्थाने षकार चवर्गीयस्य च स्थाने भवति. षकार चवर्गीयस्य च योजनेन गच्छ गच्छ गच्छ योग गच्छ इति भवति. सो यदि गम् अस्ति तद् लट् लट् लकारे कर्तरी विवक्षा इति अस्ति. यदि शप् आगत्य तत्र तदनन्तरम् इषु गम्यमां च इति सूत्रेण गम् अलोन्त्यस्य इति सूत्रस्य अधिकः सूत्रं भवति न अलोन्त्यस्य भगिनि परिभाषासूत्रमस्ति भगिनि. अच्छा परिभाषा अनेन केवलं मा स्वीकरणीयेन तु पूर्णधातु गम् तस्य स्थाने च आदेशः भवति. यदि शका शिति परे अस्ति तद् गच्छ योगः भवति. शप् स्थाने इदानीम् अनुबन्धलोपानन्तरम् अ एव शिष्यते. छेच इति सूत्रं वदति यदि ह्रस्वस्वरः अस्ति तस्य परे च अस्ति चकारस्य तुक् आगमो भवति. आद्यन्तकृतौ इति सूत्रेण वदति यत् नकार अस्ति कित् अस्ति. सो कित् इति भवति आगम प्रत्ययस्य आदौ आगच्छति. इति चकार तस्य चकारस्य आदौ तकार आगच्छति. अनन्तरं गच्छ योग अ इति भवति. गच्छ इति योग अ इदानीं वर्णनिमित्तिकं कार्यं भवति स्तोष्णाश्चुः सन्धिकार्यं. तत्र तकारस्य स्थाने चकार आगच्छति. चकार चवर्गीयवर्णः अस्ति. तत्र तकार इति तस्य प्रथमवर्गीयवर्ण च आगच्छति. गच्छ इति भवति. तथैव तदनन्तरम् एता समानकी प्रक्रिया भवति क्रिया तिङन्तपदकृते तथैव शत्रुप्रत्ययं प्रति भवति. गच्छ योगश इति कार्यं भवति पूर्वं. तदनन्तरं शत्रु आगच्छति. गच्छ योग अत् इति अतो गुणे सूत्रेण पूर्वपरयोस्थाने पर गुण आदेश आगच्छति गच्छत् इति भवति तथैव यक्ष योग शप् यच्छ यच्छ योग अत् अतो गुणे इति यच्छत् इति भवति. धन्यवादः भगिनि. अस्तु धन्यवादः भगिनि. अग्रे पुष्पा भगिनी पठति किं भगिनि. भगिनि भगिनि अत्र यच्छत् इति रूपम् अस्ति, अत्र दा धातोः रूपम् अपि यच्छत् अस्ति, अपि च यम् धातोः रूपम् अपि यच्छत् दा धातोः ददत् इति आयाति खलु. अत्र दा धातुं पश्यामि चेत् अपि तत्रापि यच्छति इति रूपं लिखितमस्ति. एकनिमिषं पश्यामि. दादातोः अनेके दादातवः सन्ति. सत्यम्. आमामां तत्तु धातु आदेशः भवति. अत्र पाग्राद्मा इति सूत्रेण धातु आदेशः भवति. धातुद्वयं वर्तते महोदय. ज्योत्यादिगणे एकः धातुः अस्ति धा धातुः, दुदाय् इति धातुः तत्तु. एतत्तु दाण् इति धातुः, धाने इति धातुः. अर्थः समानः किन्तु धातुद्वयं वर्तते. एकं तु भुआदिगणे, भुआदिगणस्य तस्य तस्तु पाग्राम इति सूत्रेण धातु आदेशः भवति. ज्योत्यादिगणे द्वित्वं भवति. धन्यवादः भगिनि. गच्छन् गच्छन्तौ गच्छन् गच्छतः गच्छन्तः गच्छन्तः इति. आमां गच्छन्तः इति पुल्लिङ्गे. तस्मिन् विषये अग्रे करपत्रम् आयाति भगिनि. आगमः कुत्र कुत्र भवति इति पृष्टं. द्वितीय विभक्त्यां गच्छन्तं गच्छन्तौ गच्छतः इति गच्छतः. अस्तु अस्तु भगिनि. हा पा आदि दातु एकनिमिषं. पा आदिधातूनां दात्वादेशः पाघ्राद्मा स्थास् नादान् दृशि अर्ति सर्ति शद सदां पिबजिग्र धम दिश तिष्ठ मन यच्छ पश्य ऋच्छ ऋच्छ धौ शीय सीदां सीदाः अष्ट अष्ट न न सप्त सप्त सप्त न पादेन किं किं वदति सप्त अध्याये सप्तम अध्याये तृतीयपादे अष्ट सप्तति सूत्रं पाघ्राम ध्वा इत्यादीनां स्थाने पिबा जिग्रा धमा एते आदेशाः भवन्ति क्षितिपरे. केवलं क्षितिपरे इति ध्येयम्. अतः पिबति परन्तु पास्यति इति. अतः पिबति परन्तु पास्यति इति आगच्छति. पाश्च ग्राश्च ध्माश्च सद् सद् च तेषाम् इतरेतरद्वन्द्वः द्वन्द्वः पाग्रां द्वा स्था स्ना दान् दृशि अर्ति सर्ति शद सदः तेषां पाग्राद्मा स्था स्ना दान् दृशि अर्ति सर्ति षद् सदाम् इति आगच्छति. ते सर्वे अङ्गान् एतत् सर्वे आगच्छति. पिबश्च जिग्रश्च दमश्च शीदश्च तेषाम् इतरेतरद्वन्द्वः पिबजिग्रदम तिष्ठमन यच्छत् पश्यत् ऋच्छ दौ शीय सीदाः पाग्राद्माश्च दान् दृशि अर्ति सर्ति षड् सदां प्रश्न षष्ट्यन्तं पिबशीघ्रिष्ठ मन यच्छ पश्य ऋच्छ धौ शीयसीदाः प्रथमान्तं द्विपदमिदं सूत्रं द्विपदं नास्ति सर्वे अपि भूत्वा ऐ थिङ्क् द्वादश अस्ति इति मन्ये मन्ये द्वादशसूत्रं ष्टिवु क्लमुचमा इति सप्ताध्याये अध्याये तृतीयपादे पञ्च शततम सूत्रम् इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पाघ्राद्मा स्थानादान्दृशि अर्ति सर्ति षड् सदाम् अङ्गस्य पिबजिग्र धमतिष्ठम् अनत्यच्च पश्य रुच्छ धौ श्रीय सीदाः इति तत् अनुवृत्तिसहितसूत्रं ते एते सर्वे सम्पूर्णतया अर्थम् आगच्छति वदामि तत् ते भगिनि न किं भगिनि न अवगच्छामि एते सर्वे न अवगतं न सर्वे अत्र इत्युक्ते अस्मिन् सूत्रे केवलं पदद्वयमेव अस्ति वा इत्युक्ते अत्र एकं पदं तु षष्ट्यन्तं पदं द्वितीयं पदं प्रथमान्तं पदं केवलं द्विपदमिदं सूत्रम् भगिनी तु तत् उक्तवती आम् आं तदेव सत्यं तद् इति एव मम अपि अवगमः जिग्र इति जिग्र क्षितिपरे इति वदति सर्वे अत्र अत्र प्रथमं पदं किम् अत्र द्वितीयं पदं किं प्रथमं पदं पुष्पभगिनी एकवारं वदतु प्रथमं पदं किं द्वितीयं पदं किम् अत्र प्रथमपदं पिबा इति आगच्छति ग्रा जिग्रा इति आगच्छति प्रथम सूत्रे तु सूत्रस्य पदद्वयं यत्किम् इति पश्यामः चेत् पाग्राद्मा स्थाग्मा दान् दृशि अर्ति सति षड् षदसदाम् इति प्रथमपदं षष्टिविभक्तिः अनन्तरं द्वितीयपदं प्रथमविभक्त्यान्तरूप यत् अत्र द्वन्द्वसमासः अस्ति खलु अत्र तु समासः अस्ति अतः पदद्वयं वर्तते द्वितीयसमस्तपदमस्ति पिब जिग्रदमतिष्ठमनयच्च पश्य ऋच्छ धौ शीयसीदाः इति द्वितीय समस्तपदमस्ति द्वन्द्वसमासः सीदाः अग्रे पश्य सर्वे पदाः पदानि पदद्वयम् इति वक्तुं शक्यते अहं भगिनि न सीदाः इति अस्ति न तद् सर्वे पद बहुवचने समासः बहुवचने अस्ति धन्यवादः भगिनि मणिमहोदय पठतु भगिनि इत्युक्ते अत्र अस्मिन् सूत्रे यानि यानि पदानि सन्ति किन्तु अत्र एतानि क्रियापदानि बहु प्रसिद्धानि क्रियापदानि एव अत्र इत्युक्ते अत्र धात्वादेशः भूत्वा एतत् सूत्रम् अस्माभिः केवलं क्षितिपरे एव तर्हि यत्र यत्र वयं किमस्ति सार्वधातुकप्रक्रिया पश्यामः यत्र शप्रत्ययः आयाति तत्रैव षित् अस्ति खलु तत्र तत्र धात्वादेशः भवति किन्तु यत्र वयम् आर्धधातुकप्रक्रिया यत्र भवति लुट् लकारे अनन्तरम् अन्यत्र सर्वत्र यत्र प्रक्रिया भिन्ना भवति तत्र तु धात्वादेशः न भवति कर्मणि भावे प्रयोगे तत्र तु धात्वा पास्थाने पिबा न आगच्छति पास्यति इति आगच्छति लुट् लकारे पास्यति आं सत्यं क्षितिपरे एव कार्यं अग्रे मणिमहोदय पयोः सप् पिब धात्वादेशः योः अते गुणे इति तृणपिब पिबयोः अत् अतगुणे इत्यनेन पिबत् इति अर्थं समानमेव अन्यत्रापि ग्रायोः सप् जिग्रयोः अ अतगुणे जिग्रयोः अत् अतगुणे सूत्रेण जिग्रत् द्मायोः सप् दमयोः अत् अ अतोगुणे इति सूत्रेण दमयोः अत् इति भवति शत्रु इत्यस्य अतोगुणे इत्यस्य इत्यनेन दमत् सा योः सप् तिष्ठ योः अतोगुणे इत्यनेन तिष्ठ इति रूपम् अनन्तरं शत्रुप्रत्ययः तिष्ठ योः अत् अतोगुणे तिष्ठत् इति रूपं न योः सप् मन इति भवति मनयोः अ अतोगुणे इत्यनेन मन मन योः अत् अतोगुणे मनत् दान् योः सप् यच्च योः अधोगुणे यच्च योः अत् अधोगुणे तेन यच्छत् अत्रापि दान् धातुः अस्ति मौल महोदय तदेव पृष्टवती दृश्योः सप् पश्य योः अधोगुणे पश्य इति भवति पश्य योः अत् अधोगुणे तेन पश्यत् ऋ योः शप् ऋच्च इति रूपं भवति ऋच्चयोः अधोगुणे ऋच्च ऋच्चयोः अत् अधोगुणे ऋच्छत् श्रुयोः स दौ भवति दौयोः अ धाव इति धावयोः अत् अधोगुणे धावत् अनन्तरं षड् योः सप् सीय इति भवति सीययोः अधोगुणे सीय सीययोः सानच् सीययोः आन आने मुक् इति आने परे अदन्ताङ्गस्य मुक् आगमः सीययोः मान इति सीयमान इति अत्र आने परे अदन्ताङ्गस्य सीय इत्यस्य यः अस्य इत्यस्य अकारस्य परम् अकारस्य परम् आकारस्य मा इति अत्र यत्र आगच्छति तत्र तु आत्मनेपदी अस्ति इति कृत्वा केवलं महोदय अत्र दत्तवान् कार्याणि कनि इति किन्तु अत्र अस्माकं विषयः नास्ति शत्रुप्रत्ययस्य विषयः प्रवर्तमान अस्तु महोदय अकारस्य परं सीय इत्यस्य अकारः अस्ति यकारोत्तरस्य ततः परम् आन इति भवति अतः इति सूत्रेण मान इति भवति महोदय तदेव सन्देहः अस्ति महोदय सूत्रम् असानच् लसक् वदति ते अनन्तरं ओ हलन्त्यं नास्ति क्षम्यतां महोदय षद् योः सप् योः सीद इति सीदयोः अधोगुणे सीद सीदयोः अत् अधोगुणे सीदत् इति देयं यत् श्रु धातुस्थाने दौ आदेशः भवति तदा यदा टु रन् इत्यर्थे अस्ति न टु टु गो टु फ्लो इति अर्थः धन्यवादः पठामि अन्य धन्यवादः धन्यवादः अग्रे अरुणा भगिनी पठति किं भगिनि उदाहरणं दंश सञ्ज् स्वञ्ज् रञ्ज् इत्येषां न लोपः भवति दंश दंश सञ्ज स्वञ्जां शपि सूत्रेण दंश सञ्ज स्वञ्ज एतेषां नकारस्य लोपः भवति शपि परे उदाहरणं दंश योगः दंश् योगः शप् दश दश योगः अत् अतोगुणे दशत् सञ्ज् धातु अपि सञ्ज् योगः शप् सज लोपः भवति सज योगः अत् अतोगुणे सूत्रे सज्जतः स्वज् आत्मनेपरि धातुः अथवा तस्य भवति न उक्तवान्। रञ्जेश्च, रञ्जधातोः अपि नकारस्य लोपः भवति, शपि परे षञ्ज् रञ्ज् योगः शप्, रज रज योगः अत् अतो गुणे रजत्। भवादिगणे केषाञ्चित् धातूनां विकरणप्रत्यय विकल्पः कुत्रचित् विकल्पेन शा तुदादिगणे, कुत्रचित् विकल्पेन स्नु स्वादिगणे, कुत्रचित् विकल्पेन ऊ तनादिगणे, कुत्रचित् द्वित्वं सनन्तः इव, कुत्रचित् अय चुरादि चुरादिः इव, कुत्रचित् विकल्पेन षन् दिवादिः। सूत्राणि दक्षित् दीक्षितपुष्पयाः धातुपाठपुस्तके पुटे पूर्वमपि अब्वादिगणीयपाठे यत् अस्माभिः दृष्टमासीत् केचन धातवः सन्ति यत् लघुपु धूपु इति, ते तादृशधातूनाम् आय आदेशः भवति, तर्हि चुरादिगणे कार्याणि यत् सन्ति तदेव आगच्छति इति। वैकल्पिकधातवः अनेके सन्ति भवादिगणे इति महोदयेन अत्र उक्तम्। तर्हि तुदादिगणस्य यः विषयः अस्ति तदेव कार्यम् अत्र अपि प्रवर्तते तादृशधातूनाम् इति। भगिनी अत्र एतत् किमर्थं तथा भुवादिगणीयधातुः इति उक्तवन्तः, भुवादिगणे अत्र विकल्पेन भिन्नरीत्या कार्याणि इति लिखितमस्ति अत्र वैकल्पिकं रूपमपि भवति खलु, तादृशधातवः सन्ति वा अस्मिन् गणे? आमामां भुवादिगणपाठे अस्माभिः पठितम् आसीत्। भगिनि मम एकः प्रश्नः अस्ति, यदि सूत्रमस्ति पाधाषि अस्ति सति तत्र अस्ति सति अस्ति तत्र सन्धि अस्ति वा स्थाने सर् आगच्छति अर् आगच्छति इति कथं टी अपि अत्र अर्ति सर्ति तु अस्माकं इक्षिप्तौ धातुनिर्देशे इत्यनेन धातुनिर्देशः अस्ति अत्र। दृशि अर्ति सर्ति एते तु धातुनिर्देशाः सन्ति। धातुनिर्देश इत्युक्ते किं? धातोः इक्षिप्तौ धातुनिर्देशे इति एकं सूत्रम् अस्ति। अनेन किम् इत्युक्ते इक् वा तिप् वा इति प्रत्ययेन ये धातवः सूचिताः ते अपि ते तु केवलं धातुमेव सूचयति इति। अत्र भिन्नप्रसङ्गः वर्तते, प्रायः विषयद्वयं स्यात्। किम् इत्युक्ते इक्ष्टिपौ धातुनिर्देशे इति यत्र उक्तमस्ति तत्र तु यङ्ग्लुकि स्तिप् यत्र अस्ति तत्र तु कार्यं न भवति। इक् अस्ति चेत् कार्यं भवति, स्तिप् निर्देशः यत्र अस्ति तस्य तु यङ्ग्लुकि कार्यं न भवति इति अस्ति। तर्हि किम् अस्ति अत्र प्रायः किमर्थं दृशि इति इक् इत्यस्य आवश्यकता का इति प्रष्टुं शक्यते। इक् इति धातुनिर्देशस्य प्रायः कुत्रचित् पाणिनिना तस्य प्रयोगः कृतः, प्रायः मन्ये किमस्ति छान्दसः कृते इति मन्ये, किन्तु स्तिप् इत्यस्य प्रयोगः तु यङ्ग्लुकि कार्यं न भवतु इति कृत्वा स्तिप् निर्देशः भवति। अस्तु अस्तु अस्तु भगिनि, अत्र वादिगणे ये सर्वे पठितवन्तः न? आमां, वादिगणकरपत्रं पश्यन्ति चेत् तत्र सन्ति। अनन्तरं यत्र भगिनी पृष्टवती खलु लक्ष्मीभगिनी यत्र वैकल्पिकदातवः इति, उदाहरणार्थम् एकं सूत्रम् अस्ति वा भ्राश म्लाश ब्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटिलशः इति सूत्रमस्ति। अनेन विकल्पेन शन् आदेशः भवति, तर्हि द्विवादिगणवत् रूपमपि भवति द्वादिगणवत् रूपं, द्वादिगणे अस्ति इति कृत्वा साक्षात् पाणिनिना उक्तम् इति कृत्वा, आचार्येण उक्तम् इति कृत्वा द्वादिगणस्य रूपं भवति, अनन्तरं सूत्रमस्ति इति कृत्वा विकल्पेन द्विवादिगणरूपमपि गणीय यत् तादृशं रूपमपि भवति, सदृशं रूपमपि भवति. बहु जाटिल्यमस्ति भगिनि. द्वादिगणस्य तु उपसहस्रं दातवः इति कृत्वा, सहस्रं दातवः सन्ति इति कृत्वा तत्र अनेके कार्याणि सन्ति. एक्साम्पल् मम तु स्मरणे एव न तिष्ठन्ति, भवन्तः कथं स्मरणे स्थापयन्ति इति न जाने. विद्या भगिनी, लक्ष्मी भगिनी, न भगिनी, अहं कर्तुं न शक्नोमि. किन्तु बहु इत्युक्ते अत्र बहु जाटिल्यम् अस्ति इति भाति अत्र. कथम् एक्साम् दीयते भगिनी, भव्या भगिनी, त्वं एक्साम् परीक्षायां व्याकरणं किमपि न आयाति खलु भगिनि? अस्माकं अहं तु केवलं कोविदपरीक्षायां लिखितवती खलु, मास्टर्स् सर्वं कुर्मः चेत् तत्र तु व्याकरणस्य परीक्षा भवति. अग्रे सरेम, न समयः अतीतः. अस्तु, द्वितीयकरपत्रम् आसीत् द्विवादिगणे शतरन्तप्रातिपदिकनिर्माणम् इति लक्ष्मी भगिनी पठितवती खलु. अधुना कः का पठितवती अधुना? अरुणा भगिनी पठ, ओ मणिमहोदय पठितवान्. अस्तु अस्तु, सरला भगिनी पठति किं भगिनि? पठितवती किल, तदेव मम अपि. अस्तु, द्वादिगणे शत्रन्तप्रातिपदिकनिर्माण. प्रातिपदिकस्य निर्माणार्थं द्वे सोपानि स्तः. प्रथमं विकर्णप्रत्ययः निमित्तिकम् अङ्गकार्यं, तदा धातुविकर्णप्रत्ययोः मेलनं. द्वितीयमस्ति शत्रुप्रत्ययः निमित्तकम् अङ्गकार्यं, तदा अङ्गशत्रप्रत्ययोः मेलनं. यथा वयं पूर्वं दृष्टवन्तः शत्रन्तप्रातिपदिकं निर्माणार्थे द्वे सोपाने स्तः. प्रथमम् अस्ति विकर्णधातुप्रत्ययोः मेलनं, तदनन्तरमस्ति शत्रुप्रत्ययमेलनं. तत् केवलम् अतोगुणे इति सूत्रम् आगच्छति. शत्रुप्रत्ययः षित् इति कारणात् त्रिंशत् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः. शत्रुप्रत्ययः नित्यं कर्तृत्वे च. द्वादिगणे कर्तृत्वे सार्वधातुकप्रत्यये परे धातुभ्यः ष्यन् विकर्णप्रत्ययः विहितः अस्ति. वस्तुतः प्रथमं कर्तरि शप् इत्यनेन शप् विहितः, तदा कर्तरि शप् इति सूत्रं प्रबाद्य द्वादिभ्यः ष्यन् इति आगत्य कार्यं करोति. किमर्थम् अस्यां दशायां द्वादिभ्यः ष्यन् स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति. कर्तरि शप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति, अतः द्वादिभ्यः ष्यन् कर्तरि शप् इत्यस्य अपवादभूतसूत्रं. पूर्वपरनित्य अन्तराङ्ग अपवादनमुत्तरोत्तरं बलीय इति परिभाषाया यत् सूत्रम् अपवादः अस्ति, तत् अपरस्य अपेक्षया बलवत्. अत्र द्वादिभ्यश्यन् इति सूत्रस्य कार्यं सिद्ध्यति. इदम् अत्र शत्रुप्रत्ययश्चित् अस्ति, किञ्चित् सार्वधातुक इति सूत्रेण सार्वधातुकसंज्ञा प्राप्नोति. शत्रुप्रत्यय सदा यथा लट् शास्त्रशानचो लट् वर्तमानस्थाने अप्रथमा समानाधिकरणे इति सूत्रेण लट् लट् प्रत्यय लट्प्रति तस्य वर्तमान रूपं प्रति तस्य उपयोगं भवति. सो द्वितीयं कर्तृत्वे इति तस्य प्रसक्तिः अस्ति. द्वादिगणे कर्तृत्वे सार्वधातुकपरे धातु दश्यन् प्रथमं यदि शत्रु आगच्छति विवक्षं यथा लट् स्थाने शत्रु आगच्छति तत्र शत्रु इति सार्वधातुकप्रत्ययः अस्ति. तद् सार्वधातुकप्रत्ययः भूत्वा कर्तरि शब्दस्य प्रसक्तिः आगच्छति. कारणं किं धातोः अनन्तरं यदि सार्वधातुकप्रत्ययः अस्ति कर्तरि शब्दस्य प्रसक्तिः भवति. सो कर्तरि शब्दः आगच्छति. इदानीं कर्तरि शब्दः यदि आगच्छति धातु कर्तरि शब्दे अस्ति तद् द्वादिभ्यश्चन् इति अपवादने आगच्छति. कारणं कि यदि द्वादिभ्यश्चन् धातु प्रति न आगच्छति तद् सूत्रस्य निर्वकाशं भवति. तस्य कुत्रापि कार्यं न कर्तुं शक्नोति. अतः पूर्वपरनित्य अन्तराङ्ग अपवादनाम् उत्तरोत्तरं बलेति परिभाषाया द्वादिभ्यश्चन् कर्तृशक् प्रति अपवादसूत्रम् अस्ति. तस्य कार्यं भवति. सो धातु योग द्वादिभ्यश्चन् इति आगच्छति. तदनन्तरं शत्रुप्रत्ययः आगच्छति इति प्रक्रिया भवति. या प्रक्रिया समाना अस्ति यथा तिङन्तप्रत्यये द्वादिभ्ये द्वादिगणे वयं योजयामः. अग्रे पठन्तु प्रायः अग्रे क्रमः अस्ति. अरुणा भगिनी पठति किं भगिनि? अनन्तरं दिवादिभ्यः शन् कर्तृत्वे सार्वधातुकप्रत्ययः परे अस्ति चेत् दिवादिगणे स्थितेभ्यः धातुभ्यः शन् प्रत्ययः भवति. आद्रियेषां ते दिवादयः बहुव्रीहि समासः तेभ्यः दिवादिभ्यः पञ्चम्यन्तं षण् प्रथमान्तं द्विपदमिदं श्रुतं. कर्तरीषप् इत्यस्मात् कर्तरी इत्यस्य अनुवृत्तिः सारुधातुके यक् इत्यस्मात् सारुधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं कर्तरि सारुधातुके दिवादिभ्यः धातुभ्यः परश्च षण् प्रत्ययः. परिचितसूत्रमस्ति इति कृत्वा केवलं प्रथमवाक्यं सूत्रार्थः पठतु भगिनि. समयः नास्ति इति कृत्वा परिचितसूत्रमस्ति कित्र इति कृत्वा एतत् परिचितसूत्रमस्ति तस्य तु प्रथमवाक्यम् अनन्तरं अनुवृत्तिसहितसूत्रम् इति. कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः तथा एव उक्तम्. अनन्तरम् अनुवृत्तिसहितसूत्रं कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः इति. अग्रे पठतु भगिनि. अयं षण् प्रत्ययः षित् अतः अनेन गुणकार्यं विहितं यत्र यत्र प्रसक्तं. परन्तु षण् अपि अतः सार्वधातुकम् अपि इति सूत्रेण निद्वत् अतः किनि च इति कारणतः यत्र यत्र गुणकार्यं विहितं तत्र तत्र निषिद्धम्. नूतनविषयः नास्ति खलु? अग्रे सर्वं भगिनि अग्रिमपङ्क्त सार्वधातुकमपि तदपि पठित्वा विरमतु. अस्तु भगिनि, मणिमहोदय पठितुम् इच्छति किं महोदय? महोदय सार्वधातुकम् अपित् सार्वधातुकं नित् इव अस्ति अधः अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित् अत्र स्यन् अपितस्य अधः सार्वधातुकम् अपित् इति सूत्रेण ङित्वत् भवति किति किति नीति च यः प्रत्ययः घित् कित् अथवा गित् अस्ति अपि च तस्मात् प्रत्ययं पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म सः न भवति इकः स्थाने अथवा धातु अन्त्यस्य अपितस्य एकवर्णस्य स्थाने अपितस्य ङिति इति च तेन गुणः निषेधः भवति इति वदति सूत्रेण अनन्तरं प्रश्नः उदेति उदेति यत् स्यन् प्रत्ययस्य आगमात् आगमनात् प्रागेव किमर्थं न गुणकार्यं भवतु तदा द्यु धातुः शत्रुयोः शत्रु तु षित् अधः अनेन किमर्थं न गुणः उत्तरमस्ति यत् शत्रु अपि अपित् किल अधः अत्रापि गुणकार्यं निषिद्धम् अन्यच्च तिङ् प्रत्ययस्य अत्र प्रत्ययः अपित् अथवा तिप् प्रत्ययः तत्रापि न अर्हति गुणकार्यं श्यन् विधानं नित्यं तिपः गुणकार्यम् अनित्यम् इति कारणम् शत्रु अपि अत्रापि अपित् अधः गुणकार्यं न भवितुम् अर्हति इति अत्र दत्तं महोदय उत्तरम् अनन्तरं तर्हि आहत्य पठामि महोदय अत्रापि तर्हि आहत्य दिवादिगणे शत्रुप्रत्ययः परे श्यन् विहितः श्यन् स ङित्वत् अस्य एकपरिणामं गुणनिषेधः परन्तु प्रत्ययस्य ङित्वत् च मेलने भवनेन केवलं गुणनिषेधः सिद्धः इति न तस्य अनेकप्रथमाः सन्ति प्रभावः सन्ति येषु त्रयः प्रमुखाः अधो लिखिताः अनेक कारणेन अपि प्रमुखाः अपि गुणकार्यं न भवितुमिति तदेव अधः दत्तम् इति यः कोऽपि प्रत्ययः कित् ङित्वा भवति तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यदा सङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि प्रथमास्ति अङ्गात् उपधायां च इकः गुणः निषेधः द्वादौ पि योः श्यन् योः ते पीयते पुष्योः श्यन् योः ति पुष्यति पुष्योः श्यन् शत्रु पुष्यत् इति च अत्र न गुणः भवति अतः धातुयोः प्रत्ययः तिङ्प्रत्ययः अपि मेलनेन रूपं भवति पीयते अनन्तरं पुष्यति पुष्यत् इति इत्यनेन अस्तु भगिनि प्रश्नः यः कोऽपि न यः कोऽपि प्रत्ययः कित् इत् अस्ति न द्वितीयबिन्दु अनिदिद्धातु नाम पदायां तत्रैव द्वितीयबिन्दुः भगिनि हा हा अनिदिद्धातूनाम् उपधायां न लोपः येषां धातूनां इत् ह्रस्व इकारः इत् संज्ञकः नास्ति तेषां धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपः भवति भंश्र योगः श्यन् योगः ति भ्रश्यति भ्रंश् योगः श्यन् योगः शत्रु प्रश्यत् सम्प्रसारणानि विवरणं करोमि करोतु भगिनि वयं पूर्वं आमां करोतु भगिनि अनिदिद्धातूनां अत्र उपधायां न लोपः भवति तद् उदाहरणं दीयते अत्र ह्रस्वाकारः इकारः इत्संज्ञकः नास्ति तथैव तेषां धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपः भवति तद् एतद् वदति उदाहरणं दीयते भ्रंश्यत् योगः श्यन् श्यन् उपयुज्य अत्र नकारः तत्तु अनुस्वारः लोपः भवति भ्रश्यति इति आगच्छति भ्रश् योगः श्यन् योगः इति भ्रश्यति तथैव भ्रश् योगः श्यन् योगः शत्रु भ्रश्यत् इति आगच्छति अत्र विसर्गस्य लोपः भवति नकारस्य लोपः भवति सम्प्रसारणीनां धातूनां सम्प्रसारणं यन् स्थाने इक् आदेशः यन् सन्धौ यथा भवति तस्य विपरीतक्रमः अत्र इकोयणचि तत् कार्यं विपरीतकार्यम् आगच्छति क्रमः आगच्छति कितिनिति प्रत्ययपदे व्यद् योगः श्यन् योगः ति विद्यति विद्यति व्यद् योगः शन् शन् योगः शत्रु विद्यत् ग्रहिज्या वै व्यधि वष्टि वचति वृच्छति पृच्छति भुज्यति भुज्यतीनाम् इति च तत् सूत्रं कार्यं करोति सम्प्रसारकलं जानीमः खलु यन् स्थाने इक् आदेशः भवति इति सम्प्रसारणम् अग्रे अपि आयाति इति मन्ये अग्रे अग्रिमपङ्क्तिमपि पठति अन्यानि कित् नित् निमित्तकानि कार्याणि यथा सङ्गं वक्ष्यन्ते आहत्य यथा सामान्यं शत्रुप्रत्ययपरे अस्माकं सोपानद्वयं प्रवर्तनीयं विकरणप्रत्ययनिमित्तकं अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं द्वितीयं शत्रुप्रत्ययनिमित्तकम् अङ्गकार्यं यत्तदा अङ्गशत्रुप्रत्ययोः मेलनं द्वे कार्यं सोपानम् अस्ति द्वयं तदपि वयं पूर्वं दृष्टवन्तः आम् अत्रापि विषयः धन्यवादः भगिनि धन्यवादः भगिनि लक्ष्मी भगिनी पठति भगिनि अत्र दिवादिगणे उपरि उक्तानि षण्निमित्तकानि कार्याणि प्रथमसोपाने भवन्ति यथास्थानं द्वितीयसोपाने अङ्गमदन्तम् अतः अङ्गकार्यं गुणकार्यं नास्ति वर्णनिमित्तिकं कार्यम् अस्ति यथा सामान्यम् अतो गुणे इत्यनेन वयं पूर्वमेव दृष्टवन्तः एतत् सर्वं कथं भवति इति अग्रे पश्यामः प्रथमतया धातूनाम् आयोजनशैली एकवारं स्मरणीया एकैकस्मिन् पाठे अनया शैल्या धातूनां चिन्तनं प्रवर्तिष्यते अग्रे पठामि वा भगिनि प्रश्नः अस्ति आहत्य अर्थं किम् आहत्य यदा सामान्यम् आल् टुगेदर् इति एतावत् पूर्णतया पश्यामः चेत् इति पठामि वा भगिनि धातवः चतुर्दशविधाः वयं जानीमः यत् पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि पुंसि अकारान्तशब्दाः देव इव इकारान्तशब्दाः मुनि इव उकारान्तशब्दाः गुरु इव ऋकारान्तशब्दाः कर्तृ इव स्त्रियां लता नदी मति धेनु मातृ क्लीबे वन मधु वारि अपि तथा नाम इत्युक्ते देवशब्दः बहूनां शब्दानां प्रतिनिधिः अतः देवशब्दं जानीमश्चेत् बहून् शब्दान् जानीमः एव अपि च प्रक्रियादृष्ट्या सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव रामशब्दस्य व्युत्पत्तिः प्रदर्शिता इयं च व्युत्पत्तिः सर्वेषाम् अकारान्तपुंलिङ्गशब्दानां कृते प्रतिनिधिः तथैव अग्रेपि सर्वेषां प्रातिपदिकानां कृते इति अत्र वयं जानीमः एव इत्युक्ते अत्र देवशब्दं जानीमश्चेत् साधारणतया अकारान्तपुंलिङ्गशब्दानां व्युत्पत्तिः कथं भवति इति वयं ज्ञातुं शक्नुमः तथा एव अन्यानि उदाहरणानि अपि लताशब्दं जानीमश्चेत् अन्ये आकारान्तशब्दानाम् उत्पत्तिः कथं भवति इति वयं ज्ञातुम् अवगन्तुं शक्नुमः किमर्थं तादृशी रीत्या आयोजितमस्ति इत्युक्ते अष्टाध्याय्यां सूत्राणि तादृशरीत्या आयोजितानि सन्ति तदर्थम् अत्र तादृशरीत्या एव अस्माभिः पठनीयं तेन प्रक्रिया सुलभा भवति सुलभतया वयम् अवगन्तुं शक्नुमः अग्रे पठामि पूरयतु भगिनि किमर्थम् इत्युक्ते आकारान्तदातवः इति तत् तावत्पर्यन्तं कृतं खलु महोदयस्य परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव स्थापितानि अस्तु तथापि एतावता केनापि तादृशम् आयोजनं न कृतं न सिद्धान्तकौमुद्यां न वा अन्यत्र अधुनैव प्रथमवारम् ऐतिहासिकी पद्धतिः अक्रियत माता दीक्षितपुष्पया तया सर्वे द्विसहस्रं धातवः चतुर्दशसु भागेषु विभक्ताः अजन्तधातवः अन्त्यक्रमेण आयोजिताः हलन्तधातवः उपधाक्रमेण विभक्ताः किमर्थं तथा इत्युक्ते पाणिनेः सूत्राणि तथा सन्ति अजन्तधातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरम् अनुसृत्य भवति अतः मात्रा एवमेव रीत्या अजन्तधातवः विभक्ताः अकारान्तः आकारान्तः इकारान्तः ईकारान्तः उकारान्तः ऊकारान्तः ऋकारान्तः ऋकारान्तः यजन्ताः च हलन्तधातूनां कृते पाणिनेः सूत्राणां कार्यम् उपधाम् अनुसृत्य भवति नाम अन्तिमवर्णात् प्राक् यः वर्णः अस्ति तम् अनुसृत्य इति अतः तत्र हलन्तधातूनां कृते अदुपधाः इदुपधाः उदुपधाः ऋदुपधाः शेषधातवः च इति अवगन्तव्यम् अस्तु इत्युक्ते अत्र यथा प्रातिपदिकनिर्माणसमये तत्र विशिष्टा प्रक्रिया अस्ति तथा एव अत्रापि पुष्पादीक्षिता महोदयाः प्रक्रिया अस्ति अत्रापि किमर्थं तादृशरीत्या आयोजितवती सा इत्युक्ते अष्टाध्याय्यां सूत्राणि तादृशरीत्या सन्ति तदर्थमेव सा एतादृशी प्रक्रियां निर्मितवती इत्युक्ते अत्र अत्र भाषायां संस्कृतभाषायाम् उपद्विसहस्रं धातवः सन्ति एते सर्वे धातवः चतुर्दशसु गणेषु विभक्ताः वयं जानीमः एव तत्र चतुर्दशसु गणेषु इत्युक्ते कथम् इत्युक्ते अत्र एव दत्तमस्ति अकारान्तः आकारान्तः इकारान्तः इकारान्तः उकारान्तः ऊकारान्तः ऋकारान्तः एजन्ताः एते सर्वे अजन्तधातवः किन्तु हलन्तधातवः उपधायां वर्णः अस्ति इत्यस्य आधारेण विभक्ताः विभजिताः तत्र हलन्तधातुषु अदुपधाः इदुपधाः उदुपधाः ऋदुपधाः अन्यशेषधातवः च इत्युक्ते आहत्य चतुर्दश धातुगणाः सन्ति तादृशरीत्या माता पुष्पादीक्षित् महोदया आयोजनं कृतवती इत्युक्ते प्रक्रिया ईदृशीं प्रक्रियाम् अनुसृत्य पठामश्चेदेव अस्माकं कार्यं सुलभं भवति किन्तु अत्र सिद्धान्तकौमुद्यां वा अथवा अन्येषु स्थलेषु ईदृशप्रक्रिया नास्ति वयं तु तादृशपठनम् अस्माभिः न कृतं खलु यदि भवन्तः सिद्धान्तकौमुदीवर्गं पूर्वं गतवन्तः चेत् प्रायः न भगिनि अहं न कदापि गतवती न जानामि तावत् अग्रे पङ्क्तिद्वयं पठि सरला भगिनी पठति किं भगिनी आकारान्तदातवः तावत्पर्यन्तं पठितं तर्हि दिवादिगिनी तद् पठति द्वादिगणः चत्वारि अधिक एकशतं धातवः सामान्यधातवः पञ्चादश एकशतं धातवः एषां धातूनां कृते शत्रन्तप्रातिपदिकनिर्माणसमये किमपि कार्यं नास्ति केवलं वर्णमेलनम् एकञ्च धातु वा लघु एकपदधातु वा चेत् सार्वधातुम् अपेति च इत्याद्यां गुणनिषेधः भवति सामान्यधातवः यत्र केवलं वर्णमेलनं भवति एकञ्चधातुः अस्ति लघु लघु एक उपधारायां यदि अस्ति लघु एकपदधातुः अन्यधातवः यथा ईकारान्त उपधायाम् अस्ति आकारान्त उपधायाम् अस्ति एते सर्वे सामान्यधातवः वयं वदामः तस्य तेषां प्रति केवलं वर्णमेलनं भवति कोऽपि अन्यकार्यं नास्ति कारणं कि शन् इति प्रत्यय द्वादिदश्याम् इति प्रत्यय अपृत् अस्ति किमपि अन्यकार्यं न भवति सार्वधातुकम् अनेन किपिङ् इति सूत्रेण तस्य कोऽपि गुणकार्यं न भवति गुणस्य निषेधः भवति तत्र अतः केवलं धारामेलनम् आगच्छति आकारात् माने मा आत्मनेपदी धातुः अस्ति लटि मायते आत्मनेपदी धातुः इत्यस्मात् स्वतन्त्ररूपं नास्ति आत्मनेपदी भवति तत्र अस्तु भगिनि धन्यवादः भगिनि धन्यवादः धन्यवादः सर्वेषां धन्यवादः महोदय शुभरात्रि धन्यवादः महोदय शुभदिनं महोदय.